नमस्सर्वेभ्यः समासचिन्तनवर्गे सर्वेषां स्वागतम्। ॐ येनाक्षरसमाम्नाय अधिगम्य महेश्वरात् कृष्णं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनीं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्। ॐ ऐ उण ऋक् एं ऐ औच् ऐवरट् लण् ञमगणनं झबै गडदश् झबगडदश् कफचटतचटतौ कपै शशसर् हल् इति प्रत्यहारसूत्राणि। उषा भगिनी, तत्पुरुषसूत्राणि। तत्पुरुषः द्विगुश्च द्वितीयाश्रितातीतपतितघतात्यस्तप्राप्तापन्नैः स्वयं तेन खट्वा क्षेपे सामी कालाः अत्यन्तसंयोगे च तृतीया तत्कृतार्थेन गुणवचनेन पूर्वसदृशसमोनार्थकलहनिपुणमिश्रश्लक्ष्णैः कर्तृकरणे कृता बहुळं कृत्यैरधिकार्थवचने अन्नेन व्यञ्जनं भक्ष्येण मिश्रीकरणं चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः पञ्चमी भयेन अपेतापोढमुक्तपतितापत्रस्तैरल्पशः स्तोकान्तिकदूरार्थकृच्छ्राणिक्तेन सप्तमी शौण्डैः सिद्धशुष्कपक्वबन्धैश्च ध्वाङ्क्षेण क्षेपे कृत्यैर्ऋणे संज्ञायां तेनाहोरात्रावयवाः तत्र क्षेपे पात्रे समितादयश्च पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन दिक्संख्ये संज्ञायां तद्धितार्थोत्तरपदसमाहारे च संख्यापूर्वो द्विगुः कुत्सितानि कुत्सनैः पापाणके कुत्सितैः उपमानानि सामान्यवचनैः उपमितं व्याघ्रादिभिः सामान्य अप्रयोगे विशेषणं विशेष्येण बहुलं पूर्वापरप्रथमचरमजगन्यसमानमध्यममध्यमवीराश्च श्रेण्यादयः कृतादिभिः तेन नैन् विशिष्टेन अनैन् सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः वृन्दारकनागकुञ्जरैः पूज्यमानं कतरकतमौ जातिपरिप्रश्ने किं क्षेपे पोटा युवतिस्तोककतिपयगृष्टिधेनुवशावेहद्वष्कयणी प्रवक्तृश्रोत्रियाध्यापकधूतैर्जातिः प्रशंसा वच्नैश्च युवा खलति फलितबलिनजरतीभिः कृत्यतुल्याख्या अजात्या वर्णो वर्णेन कुमारः श्रमणादिभिः चतुष्पादो गर्भिण्या मयूरव्यंसकादयश्च पूर्वापरादरोतरमेकदेशिनायेकाधिकरणे अर्धं नपुंसकम् द्वितीयतृतीयचतुर्थतुर्याणि अन्यतरस्यां प्राप्तापन्ने च द्वितीयया कालाः परिमाणिना नै ईषदकृता षष्ठी याजकादिभिश्च न निर्धारणे पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन तेन च पूजायाम् अधिकरणवाचिना च कर्मणि च त्रिजकाभ्यां कर्तरी च नित्यं क्रीडाजीविकयोः कुगतिप्रादयः उपपदम् अतिम् अमैवाव्ययेन तृतीया प्रभृतीनि अन्यतरस्यां त्वाच। धन्यवादः महोदय। धन्यवादः गोमति भगिनी। समासान्तसूत्राणि Can you hear? Yes, yes, we can hear it. We can very clearly. अनोष्माय करसां जातिसंज्ञयोः ग्रामकौटाभ्यां च तक्ष्णः अतेः सुनः उपमानादः प्राणिषु उत्तरघटपूर्वश्चनः नावो विभोः अर्घाच्च खार्या प्राचां विस्तृभ्यामञ्जलेः अनसंसर्णपुंसका छन्दसि ब्राह्मणो ज्ञानपदाख्यायाम् धन्यवादः। नमस्ते अर्णा भगिनि, तत्र तदर्थार्थ इति पदं यत् सूचितमस्ति प्रकृतिविकृतिभावस्य, तत् गतवर्गे अधीतमस्ति। अधुना यत्र प्रकृतिविकृति ना भावः नास्ति तत्र सूत्रस्य प्रसक्तिः किं, तस्य प्रयोजनं कि इति अवलोकयामः इति कृत्वा अरुणभगिनी पठति वा, यत्र प्रकृतिविकृतिभावः नास्ति तत् आरभ्य। क्षम्यतां महोदय, केवलं शृणोमि, मम इण्टर्नेट् सम्यक् नास्ति। अस्तु, चिन्ता नास्ति। उषा भगिनि। आं महोदय, यत्र प्रकृतिविकृतिभावः नास्ति, रन्धनाय पाकः, रन्धनाय स्थाली इत्यत्र तादर्थ्ये चतुर्थी इत्यनेन रन्धनाय इति चतुर्थिविभक्तिः चतुर्थिविभक्तिः तु भवति, परन्तु चतुर्थी तत्पुरुषसमासः न भवति यतोहि प्रकृतिविकृतिभावः नास्ति। स्थाली प्रकृतिः अस्ति, परन्तु रन्धनं तु स्थाल्याः विकृतिः नास्ति। भोजनं स्थाली इति कारणेन न उत्पन्नं, स्थाली इति कारणेन न उत्पन्नं। भोजनं तु पाकसामग्रीम् उपयुज्य भवति, अर्थात् स्थाल्या इति तदर्थवाचकेन सुबन्तेन रन्धनेन रन्धने इति चतुर्थ्यन्ते सुबन्ते न कोऽपि विकारः जातः इति कारणेन समासः न भवति। अत्र रन्धनाय स्थाली इति व्यस्तप्रयोगः एव तिष्ठति, रन्धना रन्धनस्थाली इति समासः न भवति। रन्धनाय स्थाली इत्यत्र रन्धनस्थाली इति समासः न भवति, यतोहि रन्धनाय स्थाल्योः प्रकृतिविकृतिभावः नास्ति। रन्धनाय स्थाली इति प्रकृतिः अस्ति, परन्तु रन्धनं पाकः स्थालीकारणेन न उद्भवति। भोजनं पाकपरिणाममेव भवति, पाकपरिणाममेव भोजनं भवति। स्थाल्याः तदर्थवाचकेन सुबन्तेन रन्धने इति चतुर्थन्तेन सुबन्ते न कोऽपि विकारः जातः, समासः न भवति। रन्धनाय च स्थाली च प्रकृतिविकृतिभावः नास्ति इत्यनेन कारणेन समासः न भवति. तदेव आम् महोदय. एवमेवं चतुर्थ्यन्तं सुबन्धम् अर्थबलिहितरक्षित इत्येतैः सह विकल्पेन समस्यते तत्पुरुषसमासः भवति. ओके, एवमेव चतुर्थ्यन्तं सुबन्धम्. ओके, अग्रे पठामि वा महोदय. ओके, अर्थः प्रकृतसूत्रे अर्थः इत्युक्ते प्रयोजनम् इति अर्थः. द्विजाय अयं द्विजार्थः सूपः. अलौकिकविग्रहः द्विज योगः ङे योगः अर्थयोगः सु. अत्र तदर्थम् इति सूचनार्थम् अर्थशब्दस्य प्रयोगः कृतः. चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः इति सूत्रे एकं वार्तिकं पठितम् अस्ति. वार्तिकम् अर्थेन नित्यसमासः विशेष्यलिङ्गता चेति वक्तव्यम् इति वार्तिकेन अर्थशब्देन सह नित्यसमासः विशेषलिङ्गविधानं च क्रियते. अर्थशब्देन सह समासः नित्यः भवति, न तु विकल्पेन. अपि च अर्थशब्दस्य लिङ्गं विशेष्यम् अनुसृत्य भवति. अर्थः इति शब्दस्य प्रयोजनम् इत्यर्थः स्वीक्रियते. चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः इति सूत्रेण समासः विकल्पेन भवति, परन्तु अर्थशब्देन सह तु समासः नित्यः इति कारणेन एव वार्तिकम् उक्तम्. नित्यसमासः भवति यतोहि अस्वपदविग्रहः भवति. ब्राह्मण द्विजाय अयं द्विजार्थः सूपः. द्विजार्थः इति समासः भवति. द्विजाय अयम् इति विग्रहवाक्यः भवति. अलौकिकविग्रहः द्विजयोगः ज्ञेयोगः अर्थयोगः सु. अर्थ इति पदं द्विजाय अयम् इति द्विजार्थः इत्यनेन अर्थ इति पदम् अलौकिकविग्रहे अर्थ इति पदं द्विजाय अयम् इति विग्रहवाक्ये नास्ति. अलौकिकविग्रहः अस्वपदविग्रहः भवति. अस्वपदविग्रहः भवति चेत् समासः नित्यसमासः भवति. नित्यसमासः भवति यतोहि अर्थेन नित्यसमासः विशेष्यलिङ्गता चेति वक्तव्यम् इति वार्तिकेन अर्थशब्देन सह नित्यसमासः. अपि तु लिङ्गं तु विशेष्यमाश्रित्य एव भवति. चतुर्थी चतुर्थार्थबलिहितसुखरक्षितैः इति परन्तु अर्थशब्देन सह नित्यसमासः भवति. अस्वपदविग्रहवाक्यम् अस्ति. स्वसमासः नित्यसमासः भवति, न तु विकल्पेन समासः न भवति. लिङ्गम् अपि विशेष्यम् आश्रित्य लिङ्गं समस्तपदस्य लिङ्गं भवति. अस्तु, तदेव अत्र तदर्थार्थ इति पदे सूत्रे तदर्थार्थ इति पूर्वमेवं वयं दृष्टवन्तः. तत्र प्रकृतिविकृतिभावः अवश्यं भवेत् इति अस्ति. तदनन्तरम् अन्यपदम् अस्ति अर्थ सूत्रे. तद् अर्थपदं किं चेत् इति चेत् प्रयोजनं. यत्र यत्र प्रयोजनं भवति उत्तरपदे समासे चतुर्थ्यन्तपदं तदनन्तरं विशेषणं भवति, विशेष्यं भवति, तस्य प्रयोजनं चतुर्थ्यन्तं पदं सहितं कथं सम्बन्धं भवति इति सूचनार्थम् अर्थशब्दस्य उपयोगं भवति. विशेषणम् अस्ति सूपः, विशेषमस्ति सूप सूपः. सूपः द्विजाय प्रयोजनं भवति कृत्वा द्विजार्थं तत्र अर्थशब्दं योजि चतुर्थ्यन्तं पदं पदन्तेन सह समासनं कृत्वा द्विजार्थसूपः इति समासं भवति. अत्र उत्तरपदं विशेषणपदं सूपः अस्ति चेत् अयं भवति, यदा नपुंसकम् अस्ति चेत् इदं भवति, तदेव तस्य विशेषता. किन्तु चतुर्थ्यन्तं पदं सर्वदा अर्थशब्देन एव समस्यते. विशेषं लिङ्गे भवतु वा स्त्रीलिङ्गे भवतु नपुंसकलिङ्गे भवतु, किन्तु अर्थशब्दस्य लिङ्गं विशेषणम् अनुसृत्य एव भवति. यदि द्विजार्थ इति नपुंसकलिङ्गस्य सहितं समासं करोति चेत् तत्र द्विजार्थं भवति. सूपः पुल्लिङ्गे अस्ति इति कृत्वा द्विजार्थः इति दत्तमस्ति. किन्तु समासे उत्तरपदम् अर्थशब्दः एव भवति, किन्तु अर्थशब्दस्य लिङ्गं पूर्वपदं द्विजाय इति न अनुसरति, किन्तु कस्य प्रयोजनं भवति तद् एव लिङ्गं निर्णयं करोति. तदेव तस्य मुख्यं, बिकास् इफ् इट् इस् द प्रयोजनम् इस् ड्यू टु द ऐटम् विच् इस् फार् द चतुर्थ्यन्तं पदं सो देट् विल् डिसैड् द लिङ्ग आफ् द समस्तपदम्. That is the main thing. It's a samasan. Here is what is written in the paravalingam dvanda parishe. Samanyataya satpurusha samase paravalingam dvanda tatpurushayo ityanena uttarapadam anusrutya samasta padamasya lingam bhavati. Parantu artha shabdena saha samasaha kriyate chet paravalingam dvanda tatpurushayo iti sutrena linga nirnaya na bhavati. Apitu visheshim anusrutya अर्थशब्दस्य लिङ्गं भवति. सो देट् इस् द मेन् थिङ्ग् विच् अबौट् दिस् अर्थशब्दस्य समासस्य. द्विजार्थं सूप इति उदाहरणे सूपः इति पदं विशेष्यम् अस्ति, तत् पदं पुल्लिङ्गे अस्ति इति कारणेन समासः अपि पुल्लिङ्गे एव भवति. द्विजार्थः इति समासस्य निष्पन्नं भवति तस्य पुल्लिङ्गं. यदि विशेषं नपुंसकलिङ्गे अथवा स्त्रीलिङ्गे भवति तर्हि समासः द्विजार्थम् अथवा द्विजार्था इति भवति, यथा अध प्रदर्शितः अस्ति. एक्साम्पल् गिवन् द्विजाय इयं यवाहु इयं तत्र अर्था इयं लिङ्गम्, इदमस्ति नपुंसकलिङ्गम्, अयम् अस्ति पुल्लिङ्गम्. सो द्विजाय इस् द कामन् थिङ्ग्. इयं बिकम्स् ए स्त्रीलिङ्ग, इदं बिकम्स् ए नपुंसकलिङ्ग, अयम् ईस् इन् पुल्लिङ्ग. देन् तस्मै इदं पुस्तकं, तस्मै तस्य तत्र तस्मै इति चतुर्थ्यन्तं पदमस्ति. पुस्तकं विशेषमस्ति, पुस्तकं नपुंसकलिङ्गम् अस्ति कृत्वा इदं पदं व्यस्त अलौकिकविग्रहवाक्ये तस्मै इदम् इति अलौकिकविग्रहवाक्यं, तत्कारणेन तदर्थं तत् तस्मै इति तस्य विषय प्रातिपदिकं तद् अस्ति इति कृत्वा तद् योगः अर्थ. पुस्तकम् इति नपुंसकलिङ्गम् अस्ति कृत्वा इदं पदस्य नपुंसकलिङ्गं भवति, तत्कारणेन तदर्थं पुस्तकम् इति नपुंसकलिङ्गे भवति. शिवाये इदं न पयः, तत्र पयः पयः इति पयस् इति प्रातिपदिकं पयस् इति नपुंसकलिङ्गमस्ति इति कृत्वा इदम् तदेव तत्कारणेन शिशवे इति शिश्वर्थम् इति नपुंसकलिङ्गं भवति. भोजनार्थं गच्छामि इति वाक्ये भोजनार्थम् इति पदं क्रियाविशेषणम् अस्ति. भोजनाय इदं भोजनार्थम् इति चतुर्थी तत्पुरुषसमासः अस्ति, परन्तु तस्य लिङ्गं नपुंसकलिङ्गे अस्ति यतोहि क्रियाविशेषणम् अस्ति. क्रियाविशेषणं कर्मत्वं नपुंसकलिङ्गञ्च व्यक्तव्यम् इति वार्तिकेन क्रियाविशेषणं नपुंसकलिङ्गे एवं द्वितीयाविभक्तौ एकवचने भवति. सो तत्र भोजनार्थम् इति चतुर्थी तत्पुरुषसमासः अस्ति, परन्तु क्रियाविशेषणम् अपि भवति. And because of that, Vartika, Kriya-Visheshananam, Karmatvam, Nabhumsakalingam cha, Bhaktabhyam iti Vartikena, that will become Judhya Vibhakti Ekavachanam. Right? Kriya-Vidhya Vibhakti Ekavachanam Bhavati. Bhojanatham, Bhojanaya Idam. Bhojanatham. Bhojanatham. तद् भोजनाय इदम् इस् द अलौकिकविग्रहवाक्यं. भोजनाय इदम् इस् द हियर् द प्राब्लम् इस् दट् इट् इस् नाट् भोजनाय इदं किं, देर् इस् नो विशेषं हियर्. सो द डिफरेन्स् बिट्वीन् द अर्लियर् वन् अण्ड् हियर् इस् द डिफरेन्स् इस् दट् हियर् वी डोण्ट् हेव् ए क्रियाविशेषणं, विशेषं नास्ति. ऐ मीन् वाट् इस् दट् भोजनाय इदं गच्छामि इति क्रियापदमस्ति. बिकास् इट् इस् ए कर्म वाट् यु काल् कर्म क्रियाविशेषणपदं भवति कृत्वा तस्य नपुंसकलिङ्गं भवेत् इति कारणतः इदं शब्दस्य योजयित्वा भोजनाय इदं द मोस्ट् इम्पार्टेण्ट् पार्ट् आफ़् इट्. हियर् वी डोण्ट् हेव् ए विशेषं, नो, लैक् we don't have any other vishesha padam here. So how will you arrive at this bhojanartham? So bhojanaya idam, whether it will by the vartika, because of the vartika kriya visheshanam karmatvam napumsakalingam cha vaktavyam इति वार्तिकेन क्रियाविशेषणं नपुंसकलिङ्गे द्वितीयाविभक्तौ एकवचने भवति. एण्ड् दट् वार्तिका डिफैन्स् दट् इट् शुड् बि इन् नपुंसकलिङ्गं फार् बिकास् आफ् विच् द उत्तरपदम् इदं हेस् टु बि यूस्ड् फार् द क्रियापदं क्रियाविशेषणानां. चतुर्थी तत्पुरुषसमासः अवश्यं भवति, दट् विल् डेफिनेट्लि हेपन्. In the earlier cases, we needed a visheshyam. In the kriya visheshanam, we don't have a visheshyam. Visheshyam, we don't have. But because the vartika defines it as a napumsakalinga, we have to use the idam, the uttarapada. And that idam will get replaced with artham in the samasa. पठामि महोदय. मम एकः प्रश्नः वा संशयः अस्ति. गीतायां येषामर्थे कांक्षितं नः राज्यभोगसुखानि च ते इमे अवस्थिताः युद्धे प्राणान् त्यक्त्वा धनानि च. येषाम् अर्थे मीन्स् एभ्यः प्रयोजनाय कांक्षितं राज्यम् एक्सेट्रा we don't want. This is what Arjuna says. Atra shloke esham arthe idi shashti datta. But artha idi shabdasya arthah aham prayojanam idi drishtavati. So how do I make it into chaturthi vibhakti? Esham arthe tatra chaturthi rupam ebhyah. It is not a chaturthi tatra. No, this is shashti. This is shashti, yeah. बट् येषाम् अर्थे अर्थे इत्युक्ते अत्र प्रयोजनार्थे इति अर्थः भवति. सो इफ् इफ् ऐ वाण्ट् टु मेक् ए समस्तपदं लैक् यु मेड् यागाश्वः यागाय यागायः अश्वः लैक् देट् इस् द लास्ट् क्लास् वि मेड् यु नो रैट् सिमिलर्लि केन् वि मेक् एषाम् अर्थे षष्ठी तत्पुरुषः ओके सो चतुर्थी विल् बिकम् एभ्यः अर्थः सो एभ्यः इद् अर्थः एभ्यः अयं केन् इट् बी लैक् देट् What is the thing, sloka number? 133. Right. See, here the artha word is given as not prayojanam, for the sake of. In English they have given as sake, in Malayalam it is given as prayojanam. Aashaya prayojane lakshya uddeshya abhilasha ichha यज्ञार्थ ज्ञानसम्बन्ध श्रोतुं श्रोता वर्तते. सो हियर् इवन् दो प्रयोजनम् इस् बीङ्ग् शोन् इट् इस् नाट् नेसेसरि दट् बिकास् इट् इस् अर्थ इस् यूस् एस् प्रयोजन दट् देर् इस् अ षष्ठी तत्पुरुषसमास कास् फार् इट्. सो then not always all prayojana you can use it for the shashti tatpurushana. See, here if you look at it, yesham artha arthe rajyam bhoga sukhani. So rajyam bhoga sukhani cha is not for what you call, you cannot use as a sadartya chaturthi. You cannot use a chaturthya chaturthi here. We cannot use prayojanarthe iti va. Yes. Okay. But mama pustake, it's given प्रयोजन इति एनिवे इट् डिपेण्ड्स् आन् हू एक्स्प्लेन्स् इट् लेट् अस् लुक् एट् दिस् वे नौ दर् हियर् अस्माकं येषाम् अर्थे राज्यं सुगति. सो ईस् नाट् अन्वय वित् अर्थ येषां विल् गो वित् राज्यं भोग सुखानि च. अस्माकम् अर्थे विल् बी द समास ऐ मीन् द काम्बिनेशन् आफ् द वर्ड्स् अर्थे येषां राज्यं भोग सुखानि. यु अण्डर्स्टाण्ड् दट् ऐ एम् ट्रैङ्ग् टु अण्डर्स्टाण्ड् इट् इस् प्रयोजनम् इस् फोर् अस्माकं नो अस्माकम् इन्क्लूड्स् अस् आल्सो देम् आल्सो अकार्डिङ्ग् टु अर्जुन रैट् no so this yesham is a shashti vibhakti is to be used with rajyam bhoga sukhani. And artha is for asma shabdasya naha no okay so you these two will go together as naha arthe येषां राज्यं भोग सुखानि. दट् इस् द वे इन् विच् वील् हव् टु अन्वयं वी हव् टु डू द अन्वय ओके ऐ विल् अगेन् लुक् इन् टु दि व्याख्यानम् इन् मै बुक् ओके नौ ऐ हव् गाट् ओन्लि द ओके ऐ विल् सी द डिटेल्ड् व्याख्यानम् ओके ओके ओके there are two things which we have to tadarte chaturthi asti va ya chaturthi tadartha belhida sugarakshidaiva yeah, true. Look into it. Otherwise, if are not met, then it is a different usage. From what now I am looking at it, I can make out that for us is one word. Esham rajyam sugam bogam sudani cha is a separate, you have to annoy him with these two words, these three words. Okay. I'll see that. Yeah, I'll think about it. Thanks. Okay. Now shall I read Balihi? Yeah, yes, Balihi. Balihi. Bhudebhya. Sorry, Chamyata. Bhudebhya Balihi, Bhuta Balihi. Bhudebhya Balihi. Bhuta Yoga, Phyas Yoga, Bali Yoga, Su. Bhudebhya Bali iti व्यस्तप्रयोगे अस्ति और द्वे पदपदे अस्ति भूदेभ्यः बलि इति समस्तपदं भवति भूतबलि बलि व्यस्तप्रयोगे भूदेभ्यः बलिः भूतायोग अभ्यासयोग बलियोग तु इति अलौकिकविग्रहवाक्यं भवति अत्र बलि इति शब्दं चतुर्थ्यन्ते यत् पदम् उक्तं तेन सह समस्यते चतुर्थी तत्पुरुषसमासः भवति तु केवलं बलि इति पदम् एव सुबीयूत् तु भूतेभ्यः बलिः तत्र चतुर्थी भवति भूतेभ्यः बलिः विकम् भूतबलि इति समासं भवति व्यस्तप्रयोगम् अत्र विभाषा इति कार्यं करोति भूतबलिः भूतेभ्यः बलिः इति अत्रापि तादर्थे चतुर्थी बलि किमर्थं भूतेभ्यः तादर्थे चतुर्थी इति कृत्वा चतुर्थ्यन्तं पदं पूर्वं भवति किन्तु सूत्रे बलि इति पृथक् अस्ति कृत्वा चतुर्थी तत्पुरुषसमास समस्तपदम् अपि भवितुमर्हति व्यस्तप्रयोगेन बलि इति व्यस्तप्रयोगम् अपि भवितुमर्हति किन्तु कारणेन अर्थं तस्य बलिः किमर्थं भूतेभ्यः इति अन्वयं भवति तत्कारणेन बलि इति पदं सूत्रे अस्ति कृत्वा समासं भवति नो चेत् भूतेभ्यः बलिः इति तत्रापि अर्थशब्दं यूस् अर्थपदं योजयित्वा भूतार्थं बलि इति भवितुमर्हति बिकास् बलि इस् गिवन् स्पेसिफिकली इन् द सूत्र वि डोण्ट् यूस् द भूतार्थं बलि रैट् अदर्वैस् शुड् हव् बिकन् भूतार्थ बलि नेक्स्ट् वन् आल्सो द्वितीय उदाहरणं पशुभ्यः बलिः पशुबलिः पशुभ्यः बलिः अत्र उपकारिण प्रयोजनमस्ति अतः चतुर्थी विभक्तिः भवति अतः पशुभ्यः बलिः इति वाक्यम् अस्ति अत्र पशुबलि इति समासः अपि भवति पशुभ्यः बलि इति अपि भवति यदा भूतेभ्यः बलि तदेव अत्र अपि तदर्थे चतुर्थी वाच्य इति वार्तिकेन पशुभ्यः बलिः अत्र चतुर्थी भवति प्रयोजनं भवति पशोः अतः पशुबलि तादर्थे पशुबलि इति रूपं समस्तपदम् अस्ति अग्रिमं पठतु हितः हितशब्दस्य योगे तु तादर्थे चतुर्थीः न भवति अपि हितयोगे च इति वार्तिकेन चतुर्थी विभक्तिः भवति हितयोगे च इति वार्तिकस्य ज्ञापकं चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः इति सूत्रमेव. गोभ्यः हितं गोहितं गो फ्यस् गोयोग फ्यस् योगः हितयोगसु इति गोहितम्. अनन्तरं सूत्रे हित इति शब्दः अपि अस्ति. हितशब्दस्य योगे तादर्थार्थे न भवति, तत्र प्रयोजनं न भवति, परन्तु हितयोगे च इति वार्तिकम् अस्ति, अतः तत्र चतुर्थी विभक्ति भवति. गोभ्यः हितम् इति चतुर्थी विभक्ति भवति. यदा चतुर्थी विभक्ति भवति गोभ्यः इति, तत् चतुर्थ्यन्तं पदम् एतत् सूत्रैः चतुर्थी तदर्थात् तदनिहितसुखरक्षितैः सूत्रैः समस्यपदं कृत्वा गोहितम् इति भवति. तत्र हिष्टप्रयोगम् अपि भवति. गोभ्यः हितं गोहितम् अग्रे पठामि. प्रजाभ्यः हितम् अत्रापि प्रजाहितम् अत्रापि वार्तिकेन चतुर्थी विभक्ति भवति. प्रजाशब्दे प्रजाभ्यः हितम् इति चतुर्थी विभक्तिं कृत्वा तत्र एतत् सूत्रेण प्रजाहितम् इति समस्तपदं भवति. प्रजाय तदर्थे नास्ति, प्रजयाभ्यः हितं हितं शब्दं सूत्रे दत्तमस्ति, अतः प्रजाहितम् इति समस्तपदं प्रजाभ्यः हितम् इति व्यस्तरूपम्. अत्र समासक्रियानन्तरं योगिता योगोहिता पठामि. समासप्रक्रियानन्तरं गोहित इति प्रातिपदिकं निष्पन्नं भवति. अधुना गोहितयोगः सु इति सुप् प्रत्ययः विधीयते. हितम् इति नपुंसकलिङ्गे विवक्षितम् इत्यनेन गोहित इति समस्तपदं नपुंसकलिङ्गे भवति. अधुना अतोम इति सूत्रेण अकारान्त नपुंसकलिङ्गशब्दात् परस्य प्रथमा द्वितीय एकवचनस्य सु अम् अनयोः प्रत्ययोः अम् आदेशः भवति. गोहिता गोहोता गोहोतायोग सु अतोमा इति सूत्रेण गोहिता योग सु इति अतोमा इति सूत्रेण अमादेशः. Yeah, she said that in the class. Here also, ato aman. It is not ama, am. Ato am. Iti sutrena ama deshaha gohita yogaha. Am. अक्कवर्णात् परस्य अच् सम्बन्धीनि अम् प्रत्ययपरे पूर्वपरयोः एकं पूर्वरूपं भवति. अमी पूर्वः इति सूत्रेण गोहितम् इति समस्तपदं निष्पन्नं भवति. प्रजे गोहितयोगसु तत्र अस्माभिः प्रातिपदिकं गो योग चतुर्थी विभक्तिरूपं योगाभ्यस् गोयोगाभ्यस् योग हिता सारि गोयोगाभ्यस् हितयोगसु इति कृत्वा अन्यत् कार्याणि अपि कृत्वा गोहित इति प्रातिपदिकरूपं प्राप्तं. तत्र गोहित प्रातिपदिकमस्ति, तो सुबन्धपदं टु मेक् सुबन्धपदं गोहित इति सुप्रत्ययस्य योजनं भवति. हितम् इति नपुंसकलिङ्गपदमस्ति. पूर्वम् अस्माभिः एकं वार्तिकं दृष्टं, यदा नपुंसकलिङ्गे पदं समस्तपदे भवति चेत् तत्र समस्तपदम् अपि नपुंसकलिङ्गे एव भवति द्वन्द्वतत्पुरुषयोः द्वन्द्वतत्पुरुषयोः सूत्रं परवलिङ्गं द्वन्द्वतत्पुरुषयोः इति कार्यं न करोति समस्तपदं नपुंसकलिङ्गे भवति अधुना यदा अतोम इति सूत्रेण अकारान्तनपुंसकलिङ्गशब्दात् गो चित्त इति अकारान्तनपुंसकलिङ्गशब्दः अस्ति अथ अतोम इति सूत्रेण अत्र यदा गोहितयोग सु गोहितयोग अम् इति प्रथमद्वितीयविभक्ति एकवचनस्य रूपं सुप्रत्ययस्य योजनेन केवलम् अम् एव आदेशः भवति गोहितयोगसु गोहितस् न भवति गोहितयोग अम् इति भवति गोहितयोग अम् इति भवति चेत् तत्र गोहिताम् इति सवर्णदीर्घः सन्धि भवितुम् अर्हति परन्तु तत्र अमीपूर्वः आगच्छति अतः वर्णात् परस्य अच् सम्बन्धीनि अम् प्रत्यये परे अत्र गोहित अक् इति प्रत्याहारे अस्ति तस्य परस्य अमीपूर्व अम् सम्बन्धीनि विभक्तिप्रत्ययम् अम् अस्ति अम् सम्बन्धिनि अम् एव अस्ति अतः अमीपूर्वः कार्यं करोति सवर्णदीर्घसन्धिं सन्धिना भवति गोहितम् इति समस्तपदं भवति अस्तु सो तत्र अतो अम् इति वन् दर् इस् वन् करेक्षन् देन् हित गोहित हियर् आल्सो वेर् टु मेक् द करेक्षन् रैट् ओके नौ गीताञ्जलि भगिनी पठति वा आं महोदय प्रयत्नं करोमि किञ्चित् एकः प्रश्नः जातः क्षम्यतां बहु विलम्बेन आगतवती मम एकः अन्य वर्गः अस्ति तस्य पूर्वं महोदय क्षम्यतां चिन्ता मास्तु तिष्ठतु भगिनि अस्तु एकः प्रश्नः मम प्रश्नः तु किम् अस्ति बलि इति विषये अस्ति वर्गे अपि अहं पृच्छामि न अवगतं तत्र तदापि भूत् इत्युक्ते भूतबलिः अर्थः किं महोदय भूतबलि इत्युक्ते बलि ईस् एन् आफरिङ्ग् विच् इस् गिवन् टु भूत सो that in that meaning you get a bhutabali bhuta because see devaya yagnyam karoti kintu bhutaya yagnyam na karoti tatra bhutaya bali eva karoti the difference between the deva what you offer to deva is called a yagnya or yaga but when it comes to bhuta you don't say for yaga for bhuta For Buddha, it is always offered as a bali. The word is used as bali. What that is the difference. What does that mean? Buddha means, see, you have the, anything that is bhutam or jatam, created. See, for example, you offer, say, for example, if you are offering to cow or you are offering a special thing for an elephant, or for a you are bringing a new cow to your house so what you are offering for the cow is not a yaga but you are using that whatever puja or the fruits or eatables you give to that new cow which is being brought to the house that is treated as bhutabali and then there are unknown buddhas like in the system like what we call it as I don't know whether it is prevalent in North India but in Kerala and South India there is that we have got lower levels of what you call what they call it as yajna kingara, rakshasa king, rakshasa kingara, shiva's, there are subordinates for Shiva. Gana, Shiva Gana. Shiva Gana. So for the Gana, you don't do Yaga. You for Shiva Gana, you do the Bali. For that is what where the Bhuta Bali is used. Bhuta means create, the one who has been created subsequent to the Devas. So offering of the created. Offering to such entities who are lesser than the Devas level. See, as per the the Srishti, Prajapati, Manasaputras, like Sanakadi, Rishis, and then comes the Manuadi Prajapatis. Then so after that, whatever comes is called Bhutas. Then when the creation, Devas also were created by the Hiranyagarbha. And after the Devas created subordinates for themselves. Those subordinates were called Bhutas, right? That. So they are the what you call the assistants to the Devas. But they don't get the level of Devas. What you give to the Deva will not be given to the servant. Right? So that place we use the word Bhuta, Bhutaya Bhaju. So you have the Devas, the Bhutas, then comes Manushyaha after that. And after Manushya comes the Pashubhyaha. Right. Mahodaya, I have come across the word Bhuta Bali in the temples where we have in Kerala. Around the main Garbhagraha, there are Pratishthas. Bhutas are their pratishtaha santi, and every day the priest goes around it with the vadya melanam and does the arpanam. Yeah, that's why. That in the North Indian temples, I've seen it in Kerala temples, the balikal, what we say, the stone balikal. Yeah, yes. There is a stone kept in the corners of the temple. These stones represent the protectors of the temple. They are the Bhutas. And just as when you pray, offer the, the deity, the Naivedyam or whatever may be offered, immediately after that, the same priest goes around feeding the protectors who are kept in the four corners of the temple, represented by stones kept in special places. They are supposed to be the Bhutas who are protecting the temple. So they are also given the bali by the priest. After that, only that prasada is given to the public. So first to the deity, then to the protectors who are called the Bhutas who are protecting the temple. After that, then it is given to the public. Gitanjali Bhagini, bali doesn't mean cutting something and giving to the god. Right. That is why Brahma comes. Where we, whenever we hear the word bali, immediately we think of cutting animal or recently vegetables or whatever and samarpanam bhavati. Tatra bali ityukte, it's not cutting and samarpanam. It is, it's like a puja with some mantras, the priest will go around and give. And what Mahodaya said, when a cow comes home, we do the cow puja. So we give the cow something to eat, and that is also called Bhuta Bali only. Astu, astu. Aduna avagatam. Dhanyavada. Dhanyavada. Dhanyavada. Pathami Mahodaya. Amen. Sukham. Gobhyaha Sukham. Atrapi Chaturthi. Chaturthi yojayitva gobhyaha sukham ityukte go yogaha yas yogaha sukha योगः सु तत्र अलौकिकविग्रहवाक्यम् अस्ति इति मन्ये. गोभ्यः सुखं, गोसुखम् इति समस्तपदं चतुर्थी तत्पुरुष समासः भवति गोसुखम्. लिङ्गं किं भवति? गोसुखं सुखं नपुंसकलिङ्गं महोदय. केन कारणेन? उत्तरपदं नपुंसकलिङ्गम् अस्ति चेत् तत्पुरुष समासे तदेव रीतिः भवति. आम्, सूत्रं जानाति वा? विस्मरामि महोदय सूत्रं. परवलिङ्गं द्वन्द्वतत्पुरुष. पुनः वदतु महोदय. परवलिङ्गं द्वन्द्वतत्पुरुषयोः. परवलिङ्गं द्वन्द्वतत्पुरुषयोः. परवत् परवत् लिङ्गं तत्र तोर्लि परवत् लिङ्गं तत् परवल्लिङ्गम् इट् बिकम्स् डबल् ला. परवत् लिङ्गं परवलिङ्गम्. अत्र गोभ्यः सुखम् इत्युक्ते चतुर्थी अस्ति चेत् फार् द कौ प्रोवैडिङ्ग् कम्फर्ट् इति वा महोदय? आं, तादर्थे चतुर्थी. So, you're also there. अस्तु महोदय. गो सुखम् अग्रिमं पठामि मा. पठतु पठतु. रक्षितः गोभ्यः रक्षितं, तत्रापि चतुर्थी अस्ति. गो योगः भ्यस् योगः रक्षयोगः सु महोदय. न, रक्षिता तत् कृदन्तमस्ति. रक्षिता ओ हा शान्तरूपम् अस्ति. रक्षिता योगसु गो योगाभ्यास रक्षिता योगसु इति अलौकिकविग्रहवाक्यमस्ति. तेन गो रक्षितम् इति चतुर्थी तत्पुरुषसमास सिद्ध्यति. अस्तु, तद् अपि समानार्थक एव, किन्तु अत्र तु रक्षार्थे अस्ति, पूर्वस्मिन् तु सुखार्थे अस्ति. अस्तु, तदेव. अस्तु, तत् समानमेव. अश्वेभ्यः रक्षितं, गोभ्यः रक्षितं, समानमेव. पञ्चमी तत्पुरुष भवती पठति वा? प्रयत्नं करोमि महोदय. न जानामि अवगतं वा न वा. एकवारं पठामि. पठति चेत् अवगम्यते निश्चयेन. सत्यं महोदय. अस्तु, पञ्चमी तत्पुरुषसमासः. पञ्चमी तत्पुरुषस्य विषये त्रीणि सूत्राणि सन्ति, क्रमेण अवलोकयाम. पञ्च्यन्त सुबन्तस्य तत्र मकारम् पञ्चम्यन्तात् पञ्चमी मकारं न दृश्यते, कङ्कणदोषमस्ति. ओ अस्ति वा. अस्तु, पञ्चम्यन्त सुबन्तस्य भयम् इति सुबन्तेन सह पञ्चमी तत्पुरुषसमासः विकल्पेन भवति. अस्तु, पञ्चम्यन्त सुबन्तस्य भयम् इति सुबन्तेन सह पञ्चमी तत्पुरुषसमासः विकल्पेन भवति. अस्तु, सूत्रमस्ति पञ्चमी भयेन, द्वितीयाध्याये प्रथमभागे सप्तत्रिंशत्तमं सूत्रमस्ति. पञ्चम्यन्तं सुबन्तं भय इति सुबन्तेन सह समस्यते विकल्पेन, तत्पुरुषश्च समासो भवति. पञ्चमी प्रथमन्तं भयेन तृतीयन्तं द्विपदमिदं सूत्रम्. शुभामन्त्रिते पराङ्वत्स्वरे इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति. प्रकरणात् समासः इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः. सः सूपा इत्यस्य अधिकारः. विभाषा इत्यस्य अधिकारः. तत्पुरुषः इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रं पञ्चमी सुखयेन सुपासः विभाषा तत्पुरुषः समासः. अस्तु पञ्चमीभयेन. अस्तु पञ्चमी सुप् इत्युक्ते पञ्चमी विभक्ति योजयित्वा सुप् सुबन्तं समस्यते. भयेन सुपभयेन तृतीया अस्ति चेत् अत्र तृतीया इत्युक्ते तृतीया तत्र महोदय पूर्वं वा परं वा इति अर्थः न तत्र कोऽपि नै. सुपे भयेन सुप भयेन सुबन्धेन सह इति सुपेन सुपा सह सुपा इति तृतीया अस्ति इति कृत्वा भयेन अपि तृतीया भवति. तत् सः इति शब्देन सह तृतीया एव भवति न इति कृत्वा भयेन सुपा उपपदविभक्ति तृतीया इति. आम् आम् अस्तु अस्तु अवगतं. भयेन सुपा सः. अस्तु भयेन सुभा सः विभाषा इति अर्थ इत्युक्ते विवक्षा अस्ति चेत् इत्युक्ते विकल्पेन तत्पुरुष समासः सिद्ध्यति इति. पञ्चमी इत्युक्ते पञ्चमी विभक्ति सुबन्तम् अस् भूत्वा भयेन सुपासः तृतीया सुबन्ते तृतीया सुपासः तृतीया तृतीयान्तं पदं कोऽपि नास्ति. पञ्चम्यन्तं सुबन्तं भय इति सुबन्तेन सह पञ्चम्यन्तं सुबन्तं भय सुबन्तेन सह. अस्तु तत्र भयेन इति तृतीया दत्तमस्ति इति कृत्वा भयेन इति नास्ति. भयेन सुबन्धेन सह इति उक्त्वात् भय सुबन्धम् एव सूचयति. तत्र पञ्चम्यन्तं पदं भयम् इति सुबन्धेन सह सर्वदा पञ्चमीतत्पुरुषसमासः भवति. किन्तु विभाषा इति अधिकारे अस्ति कृत्वा व्यस्तप्रयोगम् अपि साधु. हा विभाषा इत्युक्ते व्यस्तप्रयोगं साधु इत्युक्ते स्वपद व्यस्तप्रयोग न महोदय. अस्तु अस्मिन् सूत्रे पञ्चमी इति शब्दः प्रथमाविभक्तौ अस्ति. अतः तस्य प्रथमानिर्दिष्टं समास उपसर्जनम् इति सूत्रेण उपसर्जनसंज्ञा भवति. उपसर्जनसंज्ञानन्तरं पञ्चमी इति शब्दस्य पूर्वनिपातः भवति उपसर्जनं पूर्वम् इति सूत्रेण. चोराद्भयं चोरभयं चोरयोगः ङसि योगः भय योगः सु. अस्तु भयायाति चोरयोगः ङसि योगः भय योगः सु. चोरभय योगः सु. भय इति पदं नपुंसकलिङ्गे अस्ति इत्यतः समासः नपुंसकलिङ्गे भवति. चोरयोगः नसि योगः भय चोरभय योगः सु इति. अस्तु नपुंसकलिङ्गे भवति. किमर्थं भय इति पदम् नपुंसकलिङ्गमस्ति. अतो अम् अतो किमर्थम् अं वदामि महोदय? सन्ति चेत् अतोम् इति सूत्रमस्ति, बट् फार् द बेटर् अण्डर्स्टाण्डिङ्ग् विल् से बट् अतोम्. अस्तु अस्तु, अवगतम्. अस्तु, अतो अम् इति सूत्रेण अमादेशः सुप्रत्ययस्य स्थाने चोरभययोगः अम् अक्तु वर्णात् परस्य अट्सम्बन्धिनि अम् प्रत्यये परे पूर्वपरयोः एकं पूर्वरूपं भवति अमी पूर्वः इति सूत्रेण. चोरभयम् इति समस्तपदं निष्पन्नं भवति. चोरभयम् अस्तु इत्युक्ते अमी पूर्व नास्ति चेत् चोरभयाम् इति भवितुम् अर्हति, किन्तु अमीपूर्वं सूत्रेण चोरभयम् इत्युक्ते दीर्घत्वं न भवति. अतोम् इति सूत्रेण अम् आदेशः भवति अन्ते, इत्युक्ते चोरभययोग अम् कुत आयाति? अतो अम् इति सूत्रेण. अस्तु अस्तु, अतो अवगतं वा? अवगतं महोदय. तत्र चोरात् इति पञ्चम्यन्तं पदं भयम् इति पदेन समस्यते चेत् पञ्चमी सत्पुरुषसमासः भवति. तत्र भयम् इति उत्तरपदमस्ति, उत्तरीकृत्वा नपुंसकलिङ्गं समस्तपदस्य भवति. समस्तपदस्य नपुंसकलिङ्गम् अस्ति कृत्वा किं प्रत्ययं योजयितुम् अर्हति इति कृत्वा विशिष्टसूत्रमस्ति अतो अम्. अतो अम् किं वदति? नपुंसकलिङ्गम् अस्ति चेत् प्रथमविभक्ति एकवचनं, द्वितीयविभक्ति एकवचनं प्रत्ययानां स्तरे अम् आदेशः भवति इति कृत्वा चोरभययोगः सुस्थले चोरभययोगः अम् इति आदेशः भवति. तदनन्तरम् अमि पूर्व इति पूर्वपरयोस्थाने एकादेशो भवति कृत्वा चोरभयम् इति अन्तिमरूपं सिद्धं भवति. तत्र नपुंसकलिङ्गविधानसूत्रमस्ति अतो अम्. अव्ययभावसमासे भिन्नसूत्रं दृष्टमस्ति, किन्तु अत्र अतो अम् अस्ति. अत्र अधोभागे दत्तमस्ति अतो अम् इति सूत्रेण अकारान्तनपुंसलिङ्गशब्दात् परस्य प्रथमा द्वितीया एकवचनस्य सु अम् अनयोः प्रत्ययोः स्तरे अम् आदेशो भवति इति सूत्रस्य अर्थः अस्ति. अकारान्तनपुंसकलिङ्गशब्दात् परस्य तदेव निमित्तम्. तदेव फलं भवति महोदय, फलं फले न आम् फलं फले तत्र फलम् उपि अकारान्तमस्ति न अकारान्तनपुंसकलिङ्गमस्ति इति कृत्वा फलायोगः सु तत्र सु स्तरे अम् आदेशः भवति इति कृत्वा फलं भवति प्रथमविभक्ति एकवचने. द्वितीयविभक्ति एकवचने अम् प्रथममेव भवति, किन्तु अस्य सूत्रस्य प्रसक्तिः कृत्वा तत्रापि अम् पर्जन्यवत् अमादेशं भवति कृत्वा द्वितीया एकवचने अपि अम् आदेशः एव भवति इति कृत्वा द्वितीया एकवचनम् अपि फलम् एव दृश्यते. प्रथमाविभक्ति एकवचनं द्वितीयविभक्ति एकवचनं समानं भवति अकारान्तनपुंसकलिङ्गशब्दात्. द्वितीय अत्र आवश्यकं किमर्थं लेखनीयम् इत्युक्ते अम् तु अस्ति एव किन्तु भवती स्मरति वा इति अहं न जानामि. विद्याभगिनी कथं न वृष्टिपर्जन्य पर्जन्यवत् ईवन् दो इट् इस् दर् वेन् द रेन् प्लेस् rain will not avoid a lake where there is already water. There also it will rain, no? Oh, asti, asti. So even though am is already there, the sutra is very clear that eka prathama dvitiya ekavachanasya amadesho bhavati subandha pratyayanam stare. Avagatam. Okay. Now, did this vachyam, did we discuss in the class? Bhaya bhita bhiti bhihi iti vachyam. Usha Bhagini? I think so, Mahodaya. We did in the class, I think. Okay. Can you read it? Bhaya bhita bhiti bhihi bhiti bhi. Bhaya bhita bhiti bhi. Bhiriti vachyam. Bhaya bhita bhiti bhi bhihi iti tritiya bahuvachanam iti vartikena prakritasutre bhayena iti padasya padasya sthane bhaya bhita bhiti bhi iti vaktavyam asit. Anena bhaya bhita bhiti bhi ityetaihi shaptaihi saha पञ्चमीयन्तं सुबन्तं समस्यते. प्रकृतसूत्रं पञ्चमी भयेन इति सूत्रं पञ्चमीयन्तं पदं भय इति शब्देन समस्यते. अत्र वार्तिकम् अस्ति भय भीत भीति भी भीरिति वाच्यं. भय भीत भीति भी इति चतुर् चत्वारि पदानि भय इति स्थाने सूत्रे वक्तव्यं. सो पञ्चमीयन्तं सुबन्तं पञ्चमी इति सूत्रे प्रथमा विभक्तौ अस्ति. तत्कारणात् पूर्वनिपातः भवति. उपसर्जनसंज्ञा भूत्वा पूर्वनिपातः भवति. पञ्चमीयन्तं सुबन्तं भय भीत भीति भी इति पदेन समस्यते. यथा वृकात् भीतः वृकभीतः वृकात् भीतः इति व्यस्तप्रयोगः. एवमेव वृकभ्यं वृकभयं वट् आर् दोस् भय न भीत भयं भीति भय भीत भय भीत भीति भी. ओके, सो फस्ट् वि आर् डूङ्ग् भीत देन् टाकिङ्ग् अबौट् भय. ओके, एवमेव वृकभयं वृकभीतिः वृकभीः इति अपि भवति. वृकात् भीतः सिमिलर्लि वृकात् भय वन्लि रै महोदय भयं बिकम्स् भयं वृकभयं. सी द वर्ड्स् विच् आर् देर् आर् भय भीत भीत इति अण्ड् बी. ऐ केन् सी वृकभीतः वृक वृकभीतः इस् ओके महोदय वृकभीति ओके वृकभीः ओके वृकभयं वृकभय वृकात् भयं वृकभयं वृकात् भयं बट् देन् द पदा इस् ओन्लि भय रैट्. भयम् इति नपुंसकलिङ्गमस्ति. अम् अतो अम् इति सूत्रेण अमादेशः भवति न नपुंसकलिङ्गम् अस्ति कृत्वा. भय भयम् इस् ओन् नपुंसकलिङ्गं. भीतः भीतिः भीति भीः ओके ओ दोयर् आल् नाट् नपुंसक. ओके, दट् इस् वै यु हेव् द सुबन्ध सु एण्ड् बिकास् आफ़् सु यु गेट् अ विसर्ग सजुषोरु. सो वृकभयम् इति नपुंसकलिङ्गम् अण्ड् अथो अम् हस् कम् अण्ड् देन् अमि पूर्वः. यस्, सो वृकात् भयं that is only napumsakalinga, whereas bhitaha bhitihi bhihi all of them are linga, and because of pullinga sa sajusho ruhu and yeah. ओन्लि भयम् इति नपुंसकलिङ्गम् अस्ति कृत्वा अत ओम् एण्ड् अमिपूर्व बिकास् आफ् देट् यु गेट् मृगभयम् भाष्यकारेण पञ्चमीभयेन भाष्यकारेण पञ्चमीभयेन इति सूत्रस्य योगविभागं कृत्वा पञ्चमीयन्तं सुबन्तम् अन्येन सुबन्तेन सह समस्यन्ते इत्युक्तं तदनुसृत्य वार्तिकस्य आवश्यकता नास्ति अतः वृकात् भीः वृकभीः भयात् भीतः भयभीतः सिंहात् भीतिः सिंहभीतिः इत्यादयः समासः भवन्ति समासाः भवन्ति भाष्यकारेण उक्तं पञ्चमीभयेन इति सूत्रस्य योगविभागं कृत्वा स्प्लिटिङ्ग् इण्टु टु योगविभागं कृत्वा पञ्चमीयन्तं सुबन्तम् अन्येन सुबन्तेन सह समस्यते इत्युक्तं ओके तत् अनुसृत्य वार्तिकस्य आवश्यकता नास्ति अतः वृकात् भीः इति वृकभीः भवति भयात् भीतः भयभीतः भय इट्सेल्फ् इस् भयात् भीतः ओके भयभीतः सिंहात् भीतिः सिंहभीतिः इत्यादयः समासाः भवन्ति ओके ऐ डोण्ट् नो इफ् वि डिड् दट् आम् आं महोदय एवमेव सूत्रविभागेन अतः दत्तानि पदानि अपि सिद्ध्यन्ति ग्रामात् ऐ डोण्ट् नो इफ् वि डिड् आल् दिस् महोदय ऐ एम् नाट् वेरि शुवर् तत्र भवान् उक्तवान् भयम् इति नपुंसकलिङ्गं किन्तु अन्य भीः भीतः अपि च भीतिः इति पुंलिङ्गं पदम् इत्युक्ते अन्यकृदन्तपदं योजयित्वा तत्पुरुषसमासे न सिद्ध्यति वा आं तत्पुरुषसमासः एव उत्तरपदम् उत्तरपदं भयस्य अन्य अर्थपदानि उपयुज्यते चेत् यदा पतञ्जलिभाष्यकारेण किमुक्तं पञ्चमीभयेन सूत्रस्य योगविभागं करोति चेत् पञ्चमी इति उक्तत्वा पञ्चम्यन्तं सुबन्तम् इति प्रथमं विभागम् उत्तरविभागं भवति भयेन इति उक्तत्वा भय निर्देशयितुं कोऽपि भय कोऽपि सुबन्धं भवति चेत् तस्य पञ्चम्यन्तेन सह समस्यते चेत् पञ्चमी तत्पुरुषसमासः पञ्चमीभयेन इति सूत्रेण भवति तत्र भयेन इति उक्तत्वात् केवलं भयशब्दस्य नास्ति किन्तु भीतः भीति भीः इति अन्यानि पदानि अपि भवितुम् अर्हति तत्र भीतः भीतिः भीः एतानि पदानि पुल्लिङ्गे भयव भवति इति कृत्वा तस्य परवल्लिङ्गं द्वत्ततत्पुरुषयो इति सूत्रेण तस्य विभक्ति पुल्लिङ्गमस्ति कृत्वा विसर्गं सुसर्जशोरुः और् क्रवसानि विसर्जनीया भूत्वा विसर्गः दृश्यते केवलं भयम् इति नपुंसकलिङ्गम् अस्ति कृत्वा तस्य नपुंसकलिङ्गरूपं दृश्यते मृगभयं या चोरभयं या इत्यादि वार्तिकं किमर्थं तत्तु पञ्चमीभयेन एव वयम् अवगतम् पञ्चमीभयेन तदेव भाष्यकारेण उक्तं न वार्तिकस्य प्रत्येकम् आवश्यकता नास्ति यदि योगविभागं करोति चेत् तत्रापि चत्वारि पदानि एव योगविभागस्य कारणेन दृश्यते भयेन इति उक्तत्वा भयं कोऽपि सुबन्धेन भवति चेत् दर्शयति चेत् तत् कीदृशपदं भवति एकं भयं भवति नो चेत् भीतः भवति नो च भीतिः इति भवति न तु भीः भवति एवम् अतिरिक्तं कोऽपि पदं भयं न सूचयति. चत्वारि एव पदानि सन्ति, तस्य विवक्षा एव विवक्षा, भयस्य विवक्षा चत्वारि पदानि एव ददाति. अस्तु, अवगतम्, धन्यवादः. धन्यवादः. अत्र उदाहरणमपि ग्रामात् निर्गतः, तत्र भयेन नादि निर्गतः इति पञ्चमी, एवमेव सूत्रविभागेन अध दत्तानि पदानि अपि सिद्ध्यन्ति. तत् निर्गतः इति कथं भीति, ग्रामात् निर्गतः इति ग्रामनिर्गतः विषयेभ्य उपरतः, विषयोपरतः विषयेभ्य उपरतः, अतर्मात् जुगुप्सा, अतर्मा जुगुप्सा, अधर्मात् जुगुप्सा इति अस्मिन् सूत्रे कथम् आयाति भयेन इति उक्तत्वात्? भयेन इस् ओन्ली फार् द प्रीवियस् पेराग्राफ्. नौ पञ्चमी महोदय, ग्रामात् निर्गतः, दट्स् मै थिङ्क्. Right, but that's the panchami and bayena and so the vrigat, oh, vrigat bihi is all in the bayash with the yoga vibhaga, after doing the yoga vibhaga with baya pada, and now yeah, so this is only panchami. So what it means is that if we go by the bhashyakara matena, the vartikakara matena, भाष्यकारमतेन उत्तरपदं किमपि किमपि पदं भवति चेत् पञ्चमी सत्पुरुषसमासः भवति, न केवलं भयदर्शनेन. भाष्यकार सेस् ओन्ली फोर् द भय पञ्चमी विभक्ति भवति इति, भी भीति भीता इति दर्शितं. किन्तु योगविभागं करोति चेत् भयेन इति स्तरे कोऽपि सुबन्धं भवितुम् अर्हति इति कृत्वा निर्गतः, उपरतः, जुगुप्सा इति उदाहरणं दत्तानि अस्ति. ऐ थिङ्क् वी विल् डिस्कस् दिस् इन् दट् क्लास्, कमिङ्ग् क्लास्. वि आर् नाट् कम्प्लीटेड् दिस् पार्ट् समर्थः पदविधिः अपि वी हव् टु टेक् बिकास् वी केनाट् जायिन् एनि सुबन्धपदं हियर्. ग्रामात् निर्गतः पदसामर्थ्यं भवति. I think the last words that we, towards the end of the class, the examples which we were giving, you know, I said one word, dusvapnat bhayam. So then Bhagini asked me, what is that dusvapna? He said, how did the word dusvapna come? Right? So we thought, avyayibhava samasa. That's what we thought, yeah. No, it is not now. I found out that it is Kundali Pradayaha is a sutra with which it comes in that. So it's a Pradayaha. Oh, I see. It's a Panj, and there are five Vartigas under that, Kundali Pradayaha. In that, there is a Parti that Kushtarte Dutiya Bhavati Iti. Kushta means for the Dushtarte. So Dushta Sopnam, Dushtarte Sopnam, Tarsaitam, Dusiti, Purvapadam, स्वप्नसहितं द्वितीयान्तं पदं समस्यते चेत् दुःस्वप्नम् इति प्रातिसमासः भवति. दट् इस् वन् थिङ्ग्. वाट् इस् द वार्तिकं यु सेड् अण्डर् कुगति प्रातः? अवादि द्वितीयया, अवादयः कृष्टाद्यर्थे तृतीयया. रैट्, दट् इस् द under this comes under kugati pradaya. Okay, so it's a gati samasa, gati samasa, gati pradi. Agre bhavishyati, agre bhavishyati, etas agre bhavishyati ena sutra. Dvitiya pada 18th 2 2 18. Right. Okay, we'll stop here. Atra sagyama, dhanyavadaha, namaskara. Dhanyavadaha, Mahodaya. धन्यवादः महोदय, नमस्कारः सर्वेभ्यः।